सर्वेभ्यः अस्माकं व्याकरणवर्गे भवतां सर्वेषां स्वागतम्. अस्माकं विषयः अस्ति अदादिगणः वर्तते. तत्र इन्गतौ इति धातोः विषये चर्चा जायमाना अस्ति. तर्हि इन्गतौ इति धातोः विषये यदा लङ्लकारे प्रथमपुरुषबहुवचनान्तरूपम् आयन् इति रूपं, तत्र आयोगः इयोगः अन्, तस्मिन् प्रसङ्गे आडजादीनाम् इति सूत्रम्, इणो यण् इति सूत्रम्, आटश्च इति सूत्रम् इति त्रयाणां सूत्राणां तत्र कार्यं भवति. तर्हि इदानीं सामान्यतया लङ्लकारस्य प्रसङ्गे वयं जानीमः यत् प्रथमतया आडागमः अथवा आडागमः भवति, तदनन्तरं तिङ्निमित्तिककार्याणि भवन्ति, तदनन्तरं तत्र आटश्च इत्यस्य प्रसङ्गः भवति, तदनन्तरं तत्र सन्धिकार्यस्य प्रसङ्गः चेत् तदपि भवति इति वयं जानीमः. परन्तु अत्र विलक्षणः विषयः अस्ति इन्गतौ इति धातोः विषये. तर्हि अत्र अत्र आयो ईयोगः अन् इति स्थितौ क्रमः कः इति प्रश्नः जायते. तर्हि अस्माभिः किम् उक्तम् इति चेत् अडाजादीनां विनोयन् अनयोः तुल्यबलविरोधः नास्ति, एकत्र प्राप्तिः नास्ति इति कृत्वा अनयोः तुल्यबलविरोधः नास्ति. अतः विप्रतिषेधे परं कार्यम् इति निर्णयः न शक्यते. अडाजादीनाम् इति सूत्रं तु लावस्थायामेव तस्य प्रसङ्गः भवति, तया कार्यं करोति. तर्हि आयोगः ईयोगः अन् इति स्थितिः भवति. इदानीम् आटश्च इत्यस्य कार्यं वा एणोयण् इत्यस्य कार्यं वा इति प्रश्नः जायते. तर्हि अस्माभिः किं चर्चितम् इति चेत्, तर्हि अत्र एणोयण् इति सूत्रं तत्र प्रतिपदोक्तत्वमस्ति. एणोयण् इति सूत्रे साक्षात् इण् धातोः उल्लेखः वर्तते इति कृत्वा तस्य बलम् अधिकं भवति आटश्च इति सूत्रस्य अपेक्षया. आटश्च इत्यत्र तु लाक्षणिकमस्ति, इदं सूत्रं लाक्षणिककार्यमस्ति. हि लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्यैव ग्रहणम् इति परिभाषया इणोयण् इति सूत्रं तत्र प्रतिपदोक्तस्य बलेन तस्य प्राबल्यं भवति इति कृत्वा तस्य कार्यं प्रथमतया भवति. ईयोगः आयोगः ईयोगः अन् इत्यस्य यणादेशः. इदानीम् आटश्च इत्यस्य प्रसङ्गः एव नास्ति, आयन् इति साक्षात् रूपं लभ्यते इति अस्माभिः चर्चितम् इति वक्तुं शक्यते. अथवा आडागमस्य अनन्तरं क्षम्यताम् आडागमस्य अनन्तरं इणोयन् अपि च आटश्च अनयोः द्वयोः मध्ये आटश्च इति वर्णनिमित्तिककार्यम्, इणोयन् इति तु अङ्गकार्यम् इति कृत्वा वर्णादङ्गं बलीयः इति सूत्रेण इति वार्तिकेन तत्र वर्णकार्यस्य अपेक्षया अङ्गकार्यं बलवत् भवति इति कृत्वा तत्र इणोयन् इत्यस्य कार्यं भवति इति अस्माभिः चर्चितम्. एतत्तु सामान्यचिन्तनमस्ति, परन्तु अत्र विशिष्टचिन्तनम् अपि वर्तते. किमिति चेत् तत्र एकं सूत्रमस्ति असिद्धवतत्राभात् इति सूत्रं. तत्र तत्तु सूत्रं तु षष्ठाध्यायस्य चतुर्थपादे द्वाविंशतितमं सूत्रं वर्तते. पूर्वत्र सिद्धम् इत्यत्र कार्यसिद्धं यथा भवति तथैव अत्रापि कार्यमस्ति. यानि सूत्राणि आभीयक्षेत्रे इत्युक्ते अस्य अधिकारः 6422 इति आरभ्य षष्ठाध्यायस्य चतुर्थपादस्य अन्तपर्यन्तम् अस्य अधिकारः वर्तते. अत्र यानि यानि सूत्राणि सन्ति तानि सर्वाणि आभीयकार्याणि इति वयं वदामः. तर्हि अत्र किम् अस्ति इति चेत्, यदा एकं सूत्रम् अस्मिन् अधिकारे वर्तते तद् तस्य कार्यं यदा भवति, तत्पश्चात् अन्यत् सूत्रम् अस्मिन्नेव अधिकारे अन्यत् सूत्रमस्ति तद् आयाति चेत्, तदानीं प्रथमसूत्रेण यत् कार्यं कृतं तद् असिद्धं भवति द्वितीयसूत्रस्य कृते. सर्वत्र भवति वा इति चेत् न, अत्र तु द्वयोः सूत्रयोः अत्र आश्रयः समानः भवेत्, तदानीमेव प्रथमसूत्रस्य आश्रयः अपि समानः भवेत्, द्वितीयसूत्रस्य आश्रयः अपि समानः भवेत्, तदानीमेव असिद्धवतत्राभात् इत्यस्य कार्यं भवति. आश्रयः नाम कः इति चेत् भवेत् अथवा द्वयोः सूत्रयोः निमित्तं समानं भवेत्, तदानीं वयं वदामः द्वयोः सूत्रयोः समानाश्रयः इति वयं वदामः. तादृशपरिस्थितौ प्रथमसूत्रस्य कार्यम् असिद्धं भवति द्वितीयसूत्रस्य कृते. तर्हि इदानीम् अत्र विशिष्टचिन्तनं किम् इति चेत्, तत्र आडजादीनाम् इति सूत्रम् अपि च एनोयेण् इति सूत्रं सूत्रद्वयमपि आवियत्क्षेत्रे सूत्रद्वयं वर्तते. असिद्वतत्रापात् इत्यस्य प्रसङ्गः भवति. तर्हि इदानीं इदानीं तत्र आडजादि अजादीनाम् इति सूत्रं लावस्थायामेव कार्यं करोति इति वयं वदामः चेत् तर्हि आयोगः ईयोगः अन् इति भवति. तर्हि तदनन्तरं तत्र इणो यण् इत्यस्य कार्यं भवति अत्र, इत्युक्ते प्रथमसूत्रस्य कार्यम् असिद्धम् इति उक्त्वा असिद्धं वा सिद्धं वा इति विषयः इणो यण् इत्यस्य कृते अनावश्यकमस्ति. इणो यण् आगमः अस्ति वा नास्ति वा इणो यण् इत्यस्य कार्यं तु भवति एव. अतः प्रथमतया लावस्थायामेव आडाजादीनाम् इति कार्यं करोति इति वदनेन तर्हि इदानीमपि प्रश्नः भवति, तर्हि किमर्थं पाणिनिना आडाजादीनाम् इणोयन् इति सूत्रद्वयमपि आवियक्षेत्रे पाणिनिना स्थापितम् इति प्रश्नः इदानीमपि अवशिष्टः प्रश्नः भवति. तर्हि इदानीं कथं चिन्तनीयम् इति चेत्, इदानीं प्रथमतया इणोयन् इति सूत्रं कार्यं करोति चेत् तदानीं योगः अन् इति भवति. ईयोगः अन् इति स्थितौ इणोयन् इति सूत्रेण यणादेशः, अतः ई स्थाने य यकारः योगः यन् इति रूपं लभ्यते. इदानीं तत्र आडाजादीनाम् इति सूत्रस्य प्रसङ्गः नास्ति, यतोहि अजादि धातुरूपी अङ्गं नास्ति. तर्हि किं वक्तव्यम् इति चेत्, इदानीम् इणोयन् इति सूत्रम् आबियक्षेत्रे अस्ति, आडाजादीनाम् इत्यपि आबियक्षेत्रे अस्ति. द्वयोः सूत्रयोः समानः आश्रयः वर्तते. इणोयन् इति सूत्रस्य कार्यं सा कार्यस्य कृते इन् इकारः स्थानी अस्ति, अपि च तत्र अन् इति प्रत्ययः तत्र निमित्तमस्ति, अन् प्रत्ययः निमित्तमस्ति. आडजादीनाम् इति सूत्रं वयं पश्यामः चेत् तदानीमपि तत्र अजादिधातुरूपी अङ्गम् इति उक्तम् इति कृत्वा इन् एव तत्र तत्र निमित्तमस्ति. अपि च तत्र लङ् प्रत्ययः अन् इति प्रत्ययः अपि अपेक्षितः अस्ति, लङ् प्रत्ययः अपि अपेक्षितः अस्ति इति कृत्वा वयं वक्तुं शक्नुमः द्वयोः तत्र समान आश्रयः अस्ति. इ इति यः अस्ति सः एव आश्रयः अस्ति समानः, अपि च अन् इति प्रत्ययः अपि आश्रयः अस्ति इति कृत्वा द्वयोः सूत्रयोः समान आश्रयः इणो यण् इत्यनेन यणादेशः जातः चेत् तदानीम् इदानीं तत्तु अभियकार्यं, तस्यापि समान आश्रयः आडाजादीनाम् इति सूत्रम् अपि इति धातुः एव आश्रयः, अपि च अन् प्रत्ययः आश्रयः इति कृत्वा द्वयोः सूत्रयोः आश्रयः समानः, सूत्रद्वयमपि आवियक्षेत्रे वर्तते. तर्हि इणोयन् इत्यस्य यद् कार्यं जातं तद् कार्यम् असिद्धं भवति आडाजादीनाम् इत्यस्य कृते. अतः आडाजादीनाम् इति सूत्रं किं पश्यति इति चेत् ईयोगः अन् इत्येव पश्यति, अजादिधातुरूप अङ्गं पश्यति इति कृत्वा इदानीम् आडागमः भवति, आयोगः ईयोगः अन् इति भवति. तर्हि इदानीं वयं वक्तुं शक्नुमः, ओ अस्तु, तदर्थमेव पाणिनिना अत्र इदं सूत्रद्वयमपि आबियक्षेत्रे स्थापितम् इति वयं समर्थयितुं शक्नुमः. प्रथमतया आडाजादीनां कार्यं करोति चेत् तदानीम् इणोयनं किमर्थम् आबियक्षेत्रे अस्ति इति समर्थयितुं न शक्नुमः, यतोहि आडाजादीनाम् इत्यस्य कार्यक्षेत्रं भिन्नमेव. तदस्ति वा नास्ति वा क्लेशः नास्ति, इणोयन् इत्यस्य कार्यं पृथक्तया स्वतन्त्रतया भवति खलु. अतः आडाजादीनाम् इत्यस्य कार्यं प्रथमतया भवति चेत् तदानीम् इणोयन् किमर्थम् आबियक्षेत्रे अस्ति इति समर्थयितुं न शक्नुमः. अतः इदानीम् इणोयन् इत्यस्य प्रथमतया कार्यं भवति चेत् तदानीं वयं समर्थयितुं शक्नुमः आडाजादीनां किमर्थम् आबियक्षेत्रे अस्ति इति वयं समर्थयितुं शक्नुमः इति अस्ति. तर्हि अत्र वस्तुतः पक्षद्वयं वर्तते. एकस्मिन् पक्षे तत्र लाभ अनन्तरं प्रतिपदोक्तत्वात् अथवा वारणादङ्गं बलीयः इत्यस्मात् वा तत्र इणोयन् इत्यस्य कार्यं भवति इति वक्तुं शक्नुमः. द्वितीयः पक्षः कः इति चेत् तत्र आवियक्षेत्रे वर्तते इति कृत्वा तर्हि अत्र प्रथमतया आडागमात् प्राक् तत्र यणादेशः भवति, तत्पश्चात् एव तत्र आडागमः भवति. इणोयन् इत्यस्य कार्यम् असिद्धम् इति कृत्वा आडागमः भवति इति कृत्वा इदानीं सूत्रद्वयं किमर्थम् आवियक्षेत्रे अस्ति इति वयं समर्थयितुं शक्नुमः इति अत्र अस्माभिः चर्चितम्. तस्मिन्नेव प्रसङ्गे अस्माभिः एतदपि चर्चितं यत् अत्र यदा द्वितीयः पक्षः स्वीक्रियते द्वितीयः पक्षः यदा स्वीक्रियते इत्युक्ते येनो येन चस्य कार्यं प्रथमतया भवति पश्चात् एव आडागमः भवति, द्वितीयपक्षः स्वीक्रियते चेत् तदानीं यद्यपि प्रथमपक्षे लाघवम् अस्ति, प्रथमपक्षे लाघवम् अस्ति, परन्तु द्वितीयपक्षः किमर्थं स्वीकरणीयः इति चेत् तत्र पाणिनेन साक्षात् असिद्धवतत्राभात् इत्यस्य इत्यस्मिन् सूत्रद्वयमपि स्थापितम् इति कृत्वा तत्र तस्य प्रयोजनं किमपि स्यात्, प्रयोजनं विना किमपि न क्रियते खलु, तर्हि तस्य प्रयोजनं किम् इति प्रश्नः आयाति। तस्य समर्थनार्थम् अन्यत् किमपि वक्तव्यं, तर्हि अत्र तस्मिन् प्रसङ्गे गतवर्गे दृष्टमासीत्, तस्य विषये पुनः एकवारं पठित्वा तत्र स्पष्टतया अर्थः कः इति दृष्ट्वा अग्रे गच्छामः। अत्र अस्ति, तर्हि द्वितीयपक्षे कस्य बलेन आडागमात् प्राक् यणादेशः विधीयेत इत्यस्मात् आरभ्य अग्रे अग्रे पठति वा? लक्ष्मी भगिनी, जयलक्ष्मी भगिनी, आम् पठामि। तर्हि द्वितीये पक्षे कस्य बलेन आडागमात् प्राक् यण आदेशः विधीयेत? लावस्थायाम् आडागमः इति पक्षे लाघवम् इति सत्यं, किन्तु यथा किन्तु तथा सति असिद्धवता अत्राभात् इत्यस्य पाठः कुतः इति प्रश्नः। अभीयपाठस्य का गतिः? इणोयन् आडजादीनाम् इति सूत्रद्वयम् अभीयशास्त्रे अन्तर्गतं, तस्य च कारणं स्यात्। इणोयन् सर्वप्रथमं न भवति चेत् किमर्थम् अभीयकार्यमिदम्? इदमेव अभीयपाठस्य सार्थक्यम्। अत्र भाष्यकारस्य कथनम् इदं यत् तेन ज्ञायते आदौ लकारनिमित्तकार्याणि ततः परमेव आडागमः। अत्र प्रश्नः आसीत् यत् प्रथमपक्षस्य परित्यजने अन्यत् कारणमपि उक्तं महाभाष्ये, किम् इति चेत् धातुः नाम क्रियावाचकः, क्रियायाः स्वाश्रय आकाङ्क्षा भवति, नो चेत् क्रिया न प्रतीयते, धातुरेव क्रियां न बोधयति, क्रियायाः स्वाश्रय समवधाने इव धातुः क्रियां बोधयेत्। कर्तृबोधकप्रत्ययः परः यदा भवति तदानीम् अयं धातुः परिपूर्णतया क्रियां बोधयितुं समर्थः भवति। क्रियायाः आश्रयबोधकप्रत्ययः नास्ति चेत् धातुः क्रियां कथं वा बोधयेत्? लकारः आश्रयबोधकप्रत्ययः, तं विना अयं धातुः इति व्यवहारः एव वस्तुतः न कर्तव्यः। कुतः इति चेत् क्रियां न बोधयति, तर्हि कदा बोधयति? स्वबोध्यक्रियायाः आश्रयः अस्ति चेत् एव धातुः क्रियां बोधयति। भूधातोः लट् इति प्रयोगे भूधातुः अर्थविज्ञानपदम्। इतः परं यदा लट् प्रत्ययः करिष्यते तदानीं परिपूर्णधातुः अयम्। प्रत्ययस्य उत्पत्तेः पूर्वम् अयं धातुः इति व्यवहारः गौणः। अनेन लकारप्रत्ययस्य उपस्थितिः आदौ भवति, तन्निमित्तिककार्याणि च आदौ भवन्ति इति वक्तव्यम्। अस्मात् कारणादपि लावस्थायाम् अट् इति पक्षः परित्यक्तः। अत्र पक्षद्वयम् अत्र पूर्वमेव उक्तम्, इदानीम् अत्र तृतीयः पक्षः अत्र प्रदर्श्यते। तर्हि द्वितीयपक्षस्य कृते असिद्धवत् अत्र अभात् इति सूत्रस्य कार्यक्षेत्रे एव इणोयन् आडजादीनम् इति उक्तम्। अत्र इणोयन् इति प्रथमं कार्यं कृत्वा ततः परं यदा आडजादीनम् इति सूत्रम् आयाति तदा असिद्धवत् अत्र अभात् इत्यस्य कार्यक्षेत्रे एव सूत्रद्वयं च अस्ति इति कारणात् सिद्धवत् अडजादिनम् इति कार्यं करोति इति उक्तम्। किन्तु इदानीं अन्यः पक्षः अपि प्रदर्श्यते, इत्युक्ते लावस्थायाम् आडागमः परित्यजने, प्रथमपक्षस्य परित्यजने अन्यत् कारणमपि उक्तं महाभाष्ये इति उक्त्वा, अत्र धातोः विषयः स्वीकृतः। अत्र उक्तं यत् यदा धातुः एव अस्ति तदा सः धातुः क्रियां न बोधयति, यदि धातुना सह प्रत्ययः यथा योजयति तथा सः कर्तृबोधकः भवति धातुः, तदा एव क्रियां परिपूर्णतया ज्ञायते। अतः धातुः एव अस्ति चेत् सः धातुः सम्पूर्णतया तस्य अर्थः न जनयति, क्रियाबोधकः न भवति। यदा प्रत्ययः योजयति तदा एव सः धातुः क्रियां बोधयितुं समर्थः भवति, परिपूर्ण अर्थः अपि तथा एव भवति इति उक्त्वा, प्रथमं कश्चन धातुः, ततः परं लकारः निमित्तप्रत्ययः अपि यदा सः तेन धातुना सह युज्यते तदा अर्थः बोधयति, अपि च प्रत्ययनिमित्तकार्याणि अपि पूर्वमेव भवति। इत्युक्ते लकारप्रत्ययः यदा आदौ भवति तन्निमित्तकार्याणि अपि आदौ एव भवन्ति इति कारणात् अत्र लावस्थायाम् अट् आडागमस्य पक्षः परित्यक्तः इति अत्र अन्तिमपरिच्छेदे उक्तः। सम्यक् भगिनि, अत्र एकः प्रश्नः, किमर्थं धातोः विषये चर्चा अत्र? अन्यः पक्षः इत्युक्ते अत्र महाभाष्ये अन्यत् कारणमपि उक्तम् इति कृत्वा अत्र लिखितम् इति मन्ये, महाभाष्ये एतत् कारणमपि उक्तम् इति अत्र लिखितम्। किमर्थं महाभाष्ये धातोः विषये चिन्तनं कृतम्? इत्युक्ते आडजादीनाम् इति सूत्रं तु यत्र किम् अजादि धातुः अस्ति तत्रैव आडागमः भवति, तर्हि तत्पूर्वं भवति वा अन्यकार्याणि, इत्युक्ते प्रत्ययनिमित्तकार्याणि पूर्वं भवति वा इति चिन्तने अत्र उक्तं, धातुः यदा भवति तेन सः प्रत्ययः अपि योजयति चेदेव सः परिपूर्णः भवति, तदर्थम् आडजादीनाम् इत्यस्य कार्यं परमेव भवति, इत्युक्ते प्रत्ययनिमित्तकार्याणि अपि भूत्वा ततः परमेव आडजादीनम् इत्यनेन आडागमः भवतु इति स्यात् इति चिन्तयामि। चिन्तनमस्ति वा इतोपि? परं क्रियां तथा एव बोधयति इति उक्तवान्, अन्यत् किमपि नास्ति भगिनि, तदेव मम चिन्ता। अन्यस्य एन् इति धातुसूत्रे लिखितमस्ति इति कृत्वा धातोः चिन्तनं वा भगिनि? एनो एन् इति सूत्रे धातुः इति उक्तमिति वा? केवलम् एनो एनो एन् इति सूत्रे धातोः विषये उक्तं वा? यत्र यत्र धातुः नाम विलिख्य सूत्रं रचयति तत्र तत्र किमर्थं धातुसूत्रे एव दत्तमस्ति इति चिन्तनं भवेदेव। न, आडजादीनाम् इति सूत्रे धातोः विषये नास्ति वा? तत्र धातोः विषये नास्ति, केवलं आदौ यदि अच् भवति तदा आट् आगमः भवति इति। अच् इत्युक्ते किं, कुत्र भवेत् अच्? आदौ भवेत्, धातोः आदौ, धातोः आदौ खलु, तत्र धातुः नास्ति वा? अस्ति खलु तत्रापि धातुः, सत्यं तत्रापि धातुः अस्ति खलु, भगिनी तत्र प्रश्नद्वयं, पक्षः द्वयमेव अस्ति खलु तत्र, तृतीयपक्षः नास्ति, कुत्र अस्ति तृतीयपक्षः? न न उक्तं तत्र भगिन्या, अतः लक्ष्मी भगिन्या उक्तं तृतीयपक्षः इति उक्तं वा? न पक्षद्वयमेव तृतीयपक्षः इति, इत्युक्ते तत्र प्रथमपक्षे इत्युक्ते द्वितीयपक्षे एव मतद्वयम् इति स्यात्, न मतद्वयं नास्ति, द्वितीयपक्षे एकः एव मतम्, एकमेव मतं, किमर्थं मतद्वयम् इत्युक्ते असत्व तत्राभात् इत्यनेन एकं तु साधयन्ति, अन्यत्तु इदानीं क्रियायाः बलः इत्यनेन, न न असिद्धव तत्राभात् इति इत्यस्य समर्थनार्थमेव भाष्यकारैः इदम् उक्तम्। आभीयपाठस्य सार्थक्यं कथं क्रियते इति चेत् अनेन क्रियते, किमर्थम् आभीयकार्ये स्थापितं, किमर्थम् इनोयन् इति सूत्रं प्रथमतया भवेत्, अनन्तरम् आडाजादीनाम् इत्यस्य कार्यम् इति चेत् तत्र एकं तु तत्र वयं पश्यामः चेत् आडाजङ्गं भवेत्, अजादिधातुरूपी अङ्गं भवेत्, तर्हि तत्रापि धातुसंज्ञा अपेक्षिता, अपि च इनोयन् इति सूत्रे इण् इति धातुः अपेक्षितः अस्ति, तर्हि धातुः इति संज्ञा कदा भवति? धातुः क्रियायाः वाचकः अस्ति, तर्हि धातुः इति कदा वयं वदामः? इत्युक्ते केवलं धातुपटे अस्ति चेत् तस्य धातु इति संज्ञा भवति वा इति चेत् न, तदेव भाष्यकारः वदति। तर्हि सः वदति, किं वदति इति चेत्, प्रथमतया लकारनिमित्तिककार्याणि अस्माभिः करणीयानि, लकारनिमित्तिककार्याणि करणीयानि, तर्हि लकारनिमित्तिककार्याणि कथम् आदौ अस्माभिः आदौ किमर्थं लकारनिमित्तिककार्याणि अस्माभिः किमर्थं क्रियते, कार्याणि किमर्थम् अस्माभिः क्रियन्ते इति चेत् अत्र किमुक्तम् इति चेत् धातुः इति संज्ञा कदा भवति? धातुः इति संज्ञा तदा एव भवति यदा तस्मात् प्रत्ययः विहितः अस्ति। प्रत्ययस्य इत्युक्ते अत्र यदा सामान्यतया लोके वयं पश्यामः तर्हि क्रिया कुत्र भवति? द्रव्ये एव भवति खलु क्रियार्थं तत्र किञ्चित् द्रव्यम् अपेक्षितमस्ति। कन्दुके क्रिया भवति अथवा मनुष्ये क्रिया भवति अथवा शुनके क्रिया भवति, तर्हि सर्वत्र द्रव्यं वर्तते, आधारभूतः आधारभूतं द्रव्य तर्हि धातुः इति इदानीं पट् इति धातुः अस्ति, पट् धातुतः यदा तत्र लट् लकारः विधीयते तदानीं प्रत्ययः विधीयते, प्रत्ययः तिङ्प्रत्ययः विधीयते, तिङ्प्रत्ययेन किं बुध्यते इति चेत् कश्चन कर्ता अस्ति इति बुध्यते, तत्र क्रियायाः कर्ता कश्चन आश्रयः, क्रियायाः आश्रयः कश्चन वर्तते इति एव बुध्यते। प्रत्ययस्य विधानम् आश्रयबोधकप्रत्ययः इत्यस्य अर्थः कः? लकारः आश्रयबोधकप्रत्ययः इति चेत् यदा तिङ्प्रत्ययः विधीयते धातुतः तदानीं तस्य अर्थः कः इति चेत् तत्र कर्त्रार्थे प्रत्ययः विधीयते, इत्युक्ते तत्र क्रियायाः कर्ता कश्चन वर्तते इत्यर्थः अस्ति, तदर्थमेव कर्तृबोधकप्रत्ययः अस्ति, इत्युक्ते क्रियायाः द्रव्यं किञ्चित् वर्तते इति अर्थः। यदा क्रियायाः द्रव्यं किञ्चित् वर्तते तदानीमेव तत्र धातुः इति व्यवहारः, यतोहि धातुना क्रिया एव बुध्यते खलु, अतः धातुः इति कदा व्यवहारः इति चेत् यदा प्रत्ययः आयाति, यदा प्रत्ययः आयाति तदानीं प्रत्ययनिमित्तककार्याणि यदा भवन्ति तदानीं पठति इति रूपं लभ्यते चेत् तदानीं पट् धातोः अर्थः बुध्यते। यावत्पर्यन्तम् एतानि सर्वाणि कार्याणि न भवन्ति तावत्पर्यन्तं पट् धातोः व्यवहारधातुः इति व्यवहारः न भवति, तावत्पर्यन्तं बोधयति, केवलं पट् इति वदामः चेत् क्रियां न बोधयति। पट् इति धातुः क्रियां कदा बोधयति इति चेत् यदा तत्र स्वाश्रय आश्रयप्रत्ययः आश्रयबोधकप्रत्ययः कश्चन वर्तते तदानीमेव तत्र धातुः क्रियां बोधयति, तदानीमेव धातुः इति व्यवहारः भवति। तर्हि इदानीं तत्र किम् आडजादीनाम् इति सूत्रे अजादिधातुरूपी अङ्गम् अस्ति चेत् आडागमः भवति इति उक्तं, तर्हि अजादिधातुरूपी अङ्गं धातुः इति व्यवहारः यः अस्ति सः व्यवहारः कदा सम्पूर्णव्यवहारः भवति इति चेत् यदा तत्र अनन्तरं कश्चन प्रत्ययः अस्ति, प्रत्ययनिमित्तककार्याणि अपि सर्वाणि समापितानि, तदानीं तत्र अजादिधातु धातुः इति व्यवहारः भवति। तदानीं यतोहि इदानीं धातुः क्रियां बोधयति इति कृत्वा अजादिधातुः इन् इति धातुः, इन् योगः अन् इति स्थितौ इदानीम् इन् धातुः क्रियां बोधयति, यतोहि ईयोगः अन् तत्र येनो यन् इत्यस्य कार्यं यदा भवति, यन् इति यदा भवति तदानीं तत्र धातुः क्रियां बोधयति। अस्तु, इदानीं येनोयन् इत्यस्य कार्यं जातं, धातुः अपि क्रियां बोधयति। इदानीम् आडजादीनाम् इत्यस्य सूत्रस्य कृते आडागमः भवति वा इति चेत्, यद्यपि धातुः क्रिया इदानीम् अजादिधातुरूपी अङ्गं नास्ति, अजादिधातुरूपी अङ्गं नास्ति इति कृत्वा अत्र असिद्धवतत्राभात् इति पाठस्य सार्थक्यं सार्थक्यार्थम् अत्र किम् अस्ति इति चेत्, सूत्रद्वयमपि आभ्यक्षेत्रे स्थापितम् इति कृत्वा इदानीं येनोयन् इत्यस्य कार्यं जातं, परन्तु तद् असिद्धं भवति समानाश्रयत्वात्, तर्हि इदानीम् आडजादीनाम् इत्यनेन आडागमः भवति, अतः आयन् इति रूपं लभ्यते। तर्हि अत्र किम् उक्तम् इति चेत्, इत्युक्ते एतेषां सर्वेषां तत्र इण्टर्कनेक्टेड् भवति, इत्युक्ते यद्यपि अत्र लिखितमस्ति कार्यत्रयेण येनोयन् सर्वप्रथमम् आयाति अभियपाठस्य सार्थक्यात्, अनन्तरं प्रतिपदोक्तत्वात्, विशिष्टधातोः क्रियाबोधकत्वात् इति सर्वं लिखितमस्ति, परन्तु वयं पश्यामः चेत् किमर्थं पाणिनिना सूत्रद्वयमपि आभ्यक्षेत्रे स्थापितम् इति चेत्, अत्र इणोयण् इति धातु इति कार्यं लकारनिमित्तककार्यं प्रथमतया स्यात्, तदानीमेव धातोः क्रियाबोधकत्वं भवति, तत्पश्चात् तत्र आडागमः भवति, तदर्थमेव आभ्यक्षेत्रे स्थापितम्, तदानीमेव आभ्यपाठस्य सार्थक्यं, तस्य एव अत्र भाष्यकारः प्रतिपादयति यत् यत् क्रियाबोधकत्वात् प्रथमतया तत्र इनोयन् इत्यस्य कार्यं भवति, तदनन्तरमेव आडाजादीनाम् इत्यस्य कार्यम् इति। तर्हि भगिनी तत्र प्रश्नः, भगिनी आमां पृच्छतु। अस्तु, तर्हि कारणत्रयं, प्रथमं कारणम् अभियपाठस्य सार्थक्यार्थं सार्थक्यार्थं प्रतिपदोक्तत्वात् अपि च विशिष्टधातोः क्रियाबोधकत्वात्। तर्हि तत्र सर्वत्र धातोः परं प्रत्ययः लावस्थायां प्रत्ययः भवति चेत् क्रियाबोधक किं तत्र लकारः आशयबोधकप्रत्ययः तत् भवेत् एव इति अस्ति चेत् अत्र एव विशिष्टधातोः क्रियाबोधकत्वात् इति किमर्थं भगिनी? इदानीं भवती उक्तवती एतत् सर्वम् उक्तम् इति, किन्तु विशिष्टधातोः इति किमर्थं तत्र सर्वेषु धातेषु किं सर्वेषां धातूनाम् अन्वयः अपि भवति खलु तत्र इति भवति खलु? किं सर्वेषां धातोः अन्वयः इत्युक्ते कः अर्थः? इत्युक्ते सर्वेषु धातुषु अपि तत्र प्रथमम् एतदेव कार्यं भवेत् इति, इत्युक्ते लकारः भवेत्, नो चेत् तत्र धातुः इति एव न परिगण्यते, तर्हि तत्र धातुनिमित्तप्रक्रिया कथं भवति इति प्रश्नः आगच्छति वा? सर्वत्र एवमेव भवति, परन्तु सर्वत्र सर्वत्र एतादृशचिन्तनम् अस्माभिः न क्रियते, यतोहि तादृशमहत्त्वं नास्ति, इत्युक्ते सूत्रद्वयम् आभ्यक्षेत्रे अस्ति चिन्तनीयम्, एतत् सर्वं नास्ति अन्यत्र, एतादृशप्रसङ्गः अन्यत्रापि अस्ति चेत् वयं चिन्तयितुं शक्नुमः, परन्तु यद् भवती वदति समीचीनमेव, धातुः क्रियाबोधकं भवेत् तदानीं तत्र लकारनिमित्तककार्याणि प्रथमतया भवन्ति, तत्पश्चात् एव अत्र आडागमः इति। इत्युक्ते तत्र विशिष्ट इति पदं यतोहि तत्र इणो यण् अपि च आडजादीनाम् इति अभीय कार्ये स्थापितौ इति वा? अस्तु, विशिष्टधातुः इत्युक्ते इणोयन् इति धातोः क्रियाबोधकत्वात् क्रियाबोधकत्वात् तत्र किमर्थम् इन् इति तत्र विशिष्टधातुः इति स्वीकृतम् इति भगिनि? किमर्थम् इन् इति विशिष्टधातुः इत्युक्ते अस्मिन् प्रसङ्गे अस्मिन् प्रसङ्गे इणोयन् इति प्रसङ्गे एव भाष्यकारः इति सर्वं वदति खलु, इनोयन् इति प्रसङ्गे भाष्यकारः एतद् वदति इति कृत्वा सः अपि वदति, प्रथमपक्षः अस्माभिः न स्वीकार्यः, प्रथमपक्षः त्याज्यः, किमर्थं त्याज्यः इति तदर्थं तत्र सः अपि प्रतिपादयति. यदि आवेयक्षेत्रे नास्ति, चिन्तयतु सूत्रद्वयम् आवेयक्षेत्रे, भाष्यकारः किं वदति इति चेत् धातुः क्रियाबोधकत्वं, धातौ क्रियाबोधकत्वं तावत्पर्यन्तं न भवति यावत्पर्यन्तं तत्र कर्तृबोधकप्रत्ययः न भवति इति वदति. तर्हि प्रत्ययः यदा भवति, प्रत्ययनिमित्तकार्याणि यदा भवन्ति, तदानीमेव तत्र धातुः सम्पूर्णतया क्रियां बोधयति इति कृत्वा सः वदति प्रथमपक्षः त्याज्यः. किमर्थं त्याज्यः प्रथमपक्षः? प्रथमपक्षे तु आडाजादीनाम् इति प्रथमतया भवति खलु, सः पक्षः त्याज्यः. किमर्थं सः पक्षः त्याज्यः इत्युक्ते तत्र यतोहि तत्र प्रत्ययः प्रथमतया भवेत्, प्रत्ययनिमित्तककार्याणि प्रथमतया भवन्ति. अत्र एनोयन् इति सूत्रं तु प्रत्ययनिमित्तककार्यमस्ति खलु, एनोयन् इति सूत्रं प्रत्ययनिमित्तककार्यमस्ति वा न वा? इणो यण् इति प्रत्ययनिमित्तकं कथं भवति इति चेत् तत्र इणः एव यण् इति भवेत् अण् प्रत्ययं निमित्तीकृत्य. अण् प्रत्ययं वा? अन्य प्रत्ययं निमित्तीकृत्य कार्यमस्ति वा न वा? लकारनिमित्तिककार्यमस्ति वा न वा? आडजादीनाम् इति तु लकारनिमित्तिकम् अस्ति. अत्र अन् इति प्रत्ययः तिङ् प्रत्ययं निमित्तीकृत्य कार्यमस्ति वा न वा? लकारं निमित्तीकृत्य कार्यमस्ति, लावस्थायां कार्यमस्ति. इत्युक्ते लावस्थायां कार्यमस्ति, लकारं निमित्तीकृत्य इति न. अत्र तु इणोयन् इति सूत्रं तु प्रत्ययं निमित्तीकृत्य अस्ति खलु, लकारप्रत्ययं निमित्तीकृत्य अस्ति वा न वा? अङ्गकार्यम् एकक्षणं भगिनि, तत्र अस्मिन् पक्षे लकारप्रत्ययस्य उपस्थितिः आदौ भवति यत्र तत्र लावस्थायां भवति चेत् तन्निमित्तिक आदेशाः च आदौ भवन्ति, ततः परम् अजातिप्रत्ययत्वम् आदाय इणोयण् इत्युक्ते तत्र आडजादीनाम् इति एव आदौ भवति इति मम मया अवगतं लावस्थायां. तत्तु प्रथमपक्षः, प्रथमपक्षः अस्तु, द्वितीयपक्षे, द्वितीयपक्षे अपृच्छति इत्युक्ते अत्र अत्र पश्यतु, द्वितीयपक्षे इ इति धातुः अस्ति, तत्र लट् इति लकारः अस्ति, लकारस्य स्थाने तिङ् प्रत्ययः अन् इति प्रत्ययः आयाति. तर्हि इदानीम् अन् प्रत्ययः आगतः, इदानीम् अन् प्रत्ययं निमित्तीकृत्य कार्याणि, अन् प्रत्ययं निमित्तीकृत्य कार्याणि, लकारप्रत्ययस्य उपस्थितिः, तन्निमित्तककार्याणि. तन्निमित्तककार्यं किम् अस्ति? अङ्गकार्यमेव खलु. क्षम्यतां भगिनि, मया अण् इति श्रुतं तद् अतः तत्र क्लेश भ्रमः जातः. अस्तु, अन् इति निमित्य इत्युक्ते लकारस्य एव तत्र अन् इति आगतम्. लकारस्य स्थाने कः प्रत्ययः? अन् इति प्रत्ययः, लङ्लकारे बहुवचनान्तप्रत्ययः अन् इति प्रत्ययः. तादृशप्रत्ययं निमित्तीकृत्य कार्यम् अस्ति वा न वा? एनोयन् इति सूत्रम् अस्ति अस्ति इति कृत्वा तादृशकार्यं प्रथमतया, तदेव विशिष्टधातुक्रियाबोधकत्वात् तत् कार्यं प्रथमतया भवेत्, तत्पश्चात् एव अडाजादीनाम् इत्युक्ते भाष्यकारः यद् वदति, भाष्यकारः यद् वदति तत्तु आबीयपाठस्य सार्थक्यार्थम् इत्युक्ते आबीयपाठद्वारा वयं वक्तुं शक्नुमः, पाणिनिना आवीयपाठद्वारा तदेव सूचितं. किमर्थम् आवीयपाठे पाणिनिना स्थापितम् इति चेत् यतोहि धातुः क्रिया, धातौ क्रियाबोधकत्वं वर्तते इति कृत्वा प्रत्ययनिमित्तिककार्याणि प्रथमतया भवन्ति, तदानीं तत्पश्चात् एव अन्यानि कार्याणि इति पाणिनिनापि अङ्गीकृतानि इति कृत्वा तत्र आवीयपाठे सूत्रद्वयं स्थापितं. स एव विषयः भाष्यकारः समर्थयति. कथं समर्थयति इति चेत् धातुः क्रियावाचकः इति उक्त्वा समर्थयति. इत्युक्ते पाणिनि किमपि वदति, भाष्यकारः किमपि वदति इति न, पाणिनिना किमपि न उक्तं, साक्षात् आवीयपाठे स्थापितं तावदेव तेन कृतम्. अस्माभिः चिन्तनीयं किमर्थम् आवीयपाठे स्थापितम् इति चिन्तनीयम्. तदानीं चिन्तयामः चेत् वयम् अवगच्छामः एणोयन् इति सूत्रं प्रथमतया भवेत्, तत् सूत्रम् असिद्धम् इति कृत्वा तत्पश्चात् आडाजादीनाम् इति कार्यं भवति, तदानीमेव सार्थक्यं भवति आव्यपाठे स्थापनस्य. खलु तदर्थं समर्थनार्थं प्रतिपदोक्तत्वात् अपि च विशिष्टधातुः इति उक्तम् न न समर्थनार्थं न न प्रतिपदोक्तत्वम् इति भिन्नं प्रतिपदोक्तस्य विषये अनन्तरं चिन्तयामः परन्तु आभ्यपाठे किमर्थं स्थापितम् इति चेत् इनोयन् प्रथमतया भवेत् तदसिद्धम् इति कृत्वा आडाजादीनाम् इत्यस्य कार्यं भवेत् इति कृत्वा आभ्यपाठे स्थापितम् तत् किमर्थं कृतम् एवम् इति चेत् भाष्यकारः वदति किमर्थं पाणिनेन एवं कृतम् इति चेत् सः वदति प्रथमतया प्रत्ययनिमित्तिककार्याणि भवेयुः तदानीमेव धातुः इति वयं वक्तुं शक्नुमः तत्पश्चात् एव अन्यानि कार्याणि तदर्थं तेन उक्तं धातुः क्रियाबोधकं तदा एव भवति यदा प्रत्ययः परः आश्रयबोधकप्रत्ययः परः भवति तदानीमेव धातुः भवति इति उक्त्वा इणोयन् इत्यस्य कार्यं प्रथमतया भवेत् इति भाष्यकारः वदति इणोयन् इत्यस्य कार्यानन्तरम् आडाजादीनाम् इत्यस्य कार्यम् इति सः भिन्नरीत्या प्रतिपादयति तद् तदेव इट् इस् ईक्वल् टु आभ्यपाठस्य सार्थक्यम् इट् इस् ईक्वल् टु आभ्यपाठः अस्तु भगिनि अवगतम् धन्यवादः तर्हि इदानीम् अग्रे गच्छामः तर्हि विजयलक्ष्मी भगिनी अग्रे पठति वा आं भगिनि आहत्य कारणत्रयेण इणोयण् सर्वप्रथमम् आयाति आभीयपाठस्य सार्थक्यार्थं प्रतिपदोक्तत्वात् विशिष्टधातोः क्रियाबोधकत्वात् इति कारणत्रयं द्वौ पक्षौ प्रश्नौ अवशिष्टौ किमर्थं सामान्यक्रमः एतादृशः दत्तः लङि अडागमः आडागमः च द्वितीयः बिन्दु तिङ् निमित्तकम् अङ्गकार्यं तृतीयः बिन्दु लङि आडागमे सति वृद्धिकार्यं चतुर्थः बिन्दु तिङ्प्रत्ययः योजनं तत्सम्बद्धसन्धिकार्यम् चिन्तयामः चेत् अयं क्रमः स्वाभाविकः अग्रे पठित्वा वदामि वा भगिनि आमां पठतु लङि अडागमः आडागमः च आडजादीनाम् इति सूत्रं लावस्थायां विधीयते अतः इदं सूत्रं सामान्यरूपेण सर्वप्रथमं भवेत् तिङ्निमित्तकम् अङ्गकार्यम् इदम् अतः बलवत् लङि आडागमे सति वृद्धिकार्यम् आटश्च वर्णनिमित्तककार्यम् अतः अनन्तरं स्यात् किन्तु अन्तरङ्गत्वात् तिङ्प्रत्यययोजनात् प्राक् तिङ्प्रत्यययोजनं तत्सम्बद्धसन्धिकार्यं परम्परा अपि अन्तिमं कार्यं परम्परया अपि अन्तिमं कार्यं किन्तु आधिक्येन तृतीयचतुर्थयोर्मध्ये किं प्रथमम् इत्यस्मिन् महत्त्वं नास्ति अवदत् ऐच्छत् ऐधत् इति भिन्नरीत्या चिन्तयते केवलम् इन् धातोः अस् धातोः प्रसङ्गे च इनोयन् इत्यनेन ई धातुः आयन् श्नसोर् अल्लोपः इत्यनेन अस् धातुः आसीत् अतः विशिष्टधातूनां विषये एव भाष्यकारेण स्पेशल् किमपि उक्तम् अस्ति इति प्रतिपादयति अत्र महोदयः किमर्थं सामान्यक्रमः सर्वत्र तु सामान्यक्रमः कार्यं करोति एव किमपि भेदः न दृश्यते परन्तु इणोयण् इति सूत्रम् अस्ति अपि च श्नसोर् अल्लोपः इति सूत्रद्वयेन इष्टं रूपं साधयितुं न शक्नुमः सामान्यक्रमेण अतः विशिष्टक्रमः उक्तमस्ति धातुद्वयं अत्र सामान्यक्रमः भवति प्रथमं लङि अडागमः आडागमः वा भवति आडजादीनाम् इति सूत्रं लावस्थायामेव विधीयते तिङ् निमित्तक अङ्गकार्यं भवति अपि च लङि आडागमः भवति चेत् आटश्च इति सूत्रेण झटिति वृद्धिकार्यमपि भवति यतोहि अन्तरङ्गकार्यम् अस्ति इति वा अनन्तर अङ्ग अन्तरङ्गकार्यम् अस्ति इति कृत्वा तिङ्प्रत्यये योजनात् प्राक् आटश्च इत्यनेन वृद्धिकार्यं भवति तिङ्प्रत्यययोजनम् अपि च तिङ्प्रत्ययस्य योजनात् प्राक् यदि सन्धिकार्यं भवति तत् कृत्वा अन्तिमरूपं साधयितुं शक्नुमः यथा वद् धातोः अवदत् इच् इच् इच् इच् खलु भगिनि ऐच्छत् इत्यस्य इच् धातोः ऐच्छत् इष् इष् इष् इष् इष् धातोः ऐच्छत् अपि च ऐधत् एद् धातोः ऐधत् इति रूपाणि विधीयन्ते भिन्नरीत्या किमर्थं चिन्तनीयम् इति चेत् केवलम् इनोयन् इति सूत्रम् अस्ति इन् धातोः विशिष्टसूत्रम् इन् धातोः कृते अपि च श्नसोरल्लोपः एतत्तु विशिष्टसूत्रं नास्ति खलु भगिनि श्नसोरल्लोपः श्नस् अपि च अस् अस् अस्तु अस्तु अतः तत्र रूपस्य इष्टरूपं न सिद्ध्यति इति कारणात् अत्र किञ्चित् विशिष्ट क्रमः फालो करणीयम् अनुसरणीयम् अनुसरणीयं तावदेव अत्र समीचीनं समीचीनं तर्हि अत्र आटश्च इति वर्णनिमित्तकार्यम् अतः अनन्तरं स्यात् आडगं सति वृद्धिकार्यं किन्तु अन्तरङ्गत्वात् तिङ् प्रत्ययः प्रत्ययोजनात् प्राक् तस्य अर्थः कः आट् अजादीनाम् इति आडागमः भवति अनन्तरं अङ्गं भवति अनन्तरं तिङ् प्रत्ययः भवति अत्र आडजादीनाम् अपि च अङ्गस्य मध्ये यत् कार्यं तद् अन्तरङ्गम् इत्युक्ते तिङ्प्रत्ययः न भवति चेदपि भवति भवति चेदपि भवति इति वा भगिनि न तत्तु नित्यकार्यम् बहिरङ्गम् इत्युक्ते बहिरङ्गस्य निमित्तानि अधिकानि भवन्ति अन्तरङ्गस्य निमित्तं केवलं इट् इस् पार्ट् आफ् बहिरङ्गस्य निमित्तम् इति किमपि अस्ति खलु भगिनि इत्युक्ते अयोगः अ इत्यत्र तावदेव तत्र निमित्तं खलु अयोगः इति अस्ति चेत् तत्र एव निमित्तम् इत्युक्ते बहिर्भूतप्रत्ययस्य निमित्तं नास्ति इति कृत्वा अन्तरङ्गम् यद्यपि अन्तरङ्गम् इति वयं वदामः परन्तु आटश्च इत्यस्य कार्यं सर्वप्रथमं भवति वा अन्तरङ्गत्वात् इति चेत् न यतोहि एतत्तु वर्णनिमित्तिककार्यमस्ति खलु तिङ्निमित्तिक अङ्गकार्यात् प्राक् आटश्च इत्यस्य कार्यं न भवति अन्तरङ्गमस्ति चेदपि आयोगः आयोगः ई योगः अन् इत्यत्र आयोगः ई अन्तरङ्गमस्ति अन्तरङ्गमस्ति अतः तत् प्रथमतया भवतु तदनन्तरम् इणो यन् इति भवतु इति नास्ति खलु केवलं ई इन् धातु अपि च अस् धातोः कृते रूपे भेदः भवति कार्यं तत्र अन्यत्र तु सत्यं सत्यं समीचीनम् अस्ति इति इनोयन् अपि च इन् धातोः अपि च अस् धातोः विषये अन्तरङ्गत्वात् आटस्य प्रथमतया भवति इति न चिन्तनीयम्. अन्यत्र सर्वत्र अन्तरङ्गत्वात् आटस्य कार्यं करोति इति चिन्तयामः चेत् क्लेशः नास्ति, यतोहि सामान्यक्रमः अयम्. एवमेव वयं सर्वत्र साधयामः. धातुद्वये एतादृशः श्रमः भवति. अस्तु अस्तु भगिनि, धन्यवादः. किञ्चित् तर्हि विजयभगिनी पठति वा? भगिनी नास्ति अत्र. किम् उमा भगिनी पठति वा? उमा भगिनी अस्ति वा? पठतु. ईयोगः लङ् ईयोगः द तकारः न श्रूयते भगिनि. अन्ये अन्ये श्रोतुं शक्नुवन्ति वा? न भगिनि, मन्दं मन्दं श्रूयते. सा चिन्तयति अस्ति कुत्र अस्ति इति. इदानीमेव अहं वदामि. वदतु. कुत्र अस्ति भवती? ई योगः लङ् द्वितीयबिन्दुः. योगः लङ् ई स आडजादीनाम् आ ई स अत्र प्रथमम् आटस्य इति क्रियते चेत् सार्वधातुकयोः इत्यस्य आवश्यकता एव नास्ति. प्रथमं सार्वधातुक आर्धातुकयोः इति क्रियते चेत् अनन्तरम् आटस्य इति भवति. द्वाभ्यां मार्गाभ्याम् इति रूपं सिद्ध्यति. तर्हि किं साधु आतस्य इति क्रियते चेत् सार्वधातुकाब्धातुकयोः इत्यस्य आवश्यकता एव नास्ति. सार्वधातुक आर्धधातुकयोः इति सूत्रेण भगिनी अस्ति वा? अहमस्मि, वदामि. वदतु. भवती द्वाभ्यां मार्गाभ्यां चे ऐ इति रूपं सिद्ध्यति. तर्हि किं साधु इति सूत्रेण सार्वधातुक आर्धधातुकयोः इत्यस्य अण्डर्स्टाण्ड् भगिनि परस्तल्लि. अस्तु अस्तु, नास्ति चिन्ता. तत्र अरुणा भगिनी वदति वा किञ्चित्? आं भगिनि, नमस्कारः. अत्र लङ् लकार ई धातु इन् धातु प्रथमपुरुषे एकवचन तकारप्रत्ययः लङ् ई वत् अडाजादीनामेन आडागमः भवति. अत्र किं सूत्रं कार्यं करोति इति चर्चा इति अहं मन्ये. अत्र प्रथमम् आटश्च इति सूत्रेण क्रियते चेत् आयुगः इ वृद्धिः भवति, ए भवति. परन्तु सार्वधातुक आर्धधातुको इत्यस्य कार्य आवश्यकता नास्ति. प्रथमं सार्वधातुक आर्धधातुक क्रियते चेत् अनन्तरम् आतश्च इति. ओके, प्रथमं सार्वधातुक आर्धधातुकयो केवलं गुणः भवति, अतः प्रथमम् आतश्च इति सूर्यं करोति चेत् सार्वधातुक आर्धधातुकयोः इति सूत्र आवश्यकता नास्ति. किमर्थं चेत् एव अस्ति, परन्तु सार्वधातुक आर्धधातुक किमर्थं सार्वधातुक आर्धधातुक इत्यस्य प्रसक्तिः नास्ति ऐ भवति चेत्? सार्वधातुक गुण एव भवति, इ एव भवति, न ऐ. इकवर्णः नास्ति. आम्, एकवर्णः नास्ति. परन्तु सार्वधातुक आर्धधातुक प्रथमं क्रियते चेत् अनन्तरम् आतश्च कार्यं कर्तुं शक्यते. अत्र ये सार्वधातुक आर्धातुकसूत्रे इ ए भवति, तदनन्तरम् आतश्च वृद्धिः इत्यनेन ऐ भवति. तदेव तदत्र अत्र प्रश्नः अस्ति, किं कर्तव्यं, प्रथमम् आतश्च वा प्रथमं सार्वधातुक वा इति प्रश्नः अस्ति. समीचीनं, समीचीनम्. अस्तु भगिनि, धन्यवादः. इदानीं मीना भगिनी अग्रे वदति वा किं करणीयम्? अत्र अत्र कृताकृतप्रसङ्गः इति न पठितं खलु? अस्तु, तदपि पठतु. आटश्च पठतु. आटश्च आडागमात् अचिपरे पूर्वपरयोः वृद्धिरेखादेशः भवति. अनुवृत्तिसहितसूत्रम् आटश्च अचि पूर्वपरयोः एकः वृद्धिः संहितायाम्. सार्वधातुक आर्धधातुकयोः इगन्ताङ्गस्य इकः गुणः भवति सार्वधातुके आर्धधातुके च प्रत्यये परे. अनुवृत्तिसहितसूत्रम् इकः अङ्गस्य गुणः सार्वधातुक आर्धधातुकयोः. अत्र अग्रे पठामि वा? पठतु. तत्र कृताकृतप्रसङ्गः आटश्च इत्यस्य तस्मात् सार्वधातुक आर्धधातुकयोः इति सूत्रं प्रति नित्यं तस्मात् च बलवत्. अत्र कृताकृतप्रसङ्गः आटश्च, तत्र आटश्च प्रथमम् आगच्छति चेत् आयोगः ईयोगः इत् तत्र वृद्धि भवति, ऐत् भवति. तदनन्तरं सार्वधातुक आर्धधातुकयोः आगच्छति चेत् प्रथमम् आयोगः ईयोगः इत् तत्र आ ए इत् तत्र तदनन्तरं आटश्च तत्र ऐत् भवति. यदि आटः प्रथमं भवति ऐत् इति रूपं, यदि सार्वधातुक आर्धधातुकयोः प्रथमं भवति तदनन्तरं गुणं कृत्वा आ ए इत् ऐत् तदनन्तरम् आटश्च अपि आटश्च इति सूत्रं तस्मात् नित्यं भवति. प्रथमं वा अन्ते वा अपि च सार्वधातुकार्थधातुक अनन्तरं वा भवितुं शक्यं. तस्मात् तत् सूत्रं नित्यसूत्रं भवति, तस्मात् बलवत्. तत्र अत्र कृताकृतप्रसङ्गः आटश्च इत्यस्य तस्मात् सार्वधातुकार्धधातुके सूत्रं प्रति आटश्च इति सूत्रं नित्यसूत्रं तस्मात् बलवत् भवति. पूर्वोपस्थितनिमित्तकम् अन्तरङ्गं, यस्य कार्यस्य निमित्तं पूर्वम् उपस्थितं तत् अन्तरङ्गम्. तत्र अन्तरङ्गम् इति उक्ते किम् इति उक्तं, तत्र पूर्व यस्य कार्यस्य निमित्तं पूर्वम् उपस्थितं तत्र तत्र किं अन्तरङ्गम् इत्युक्ते तत्र निमित्तं किञ्चित् न्यूनमस्ति किल, बहिरङ्गम् इति अपेक्षया. बहिरङ्गम् अन्तरङ्गम् इति विषयः महान् विषयः, तत्र बहवः प्रभेदाः सन्ति. अत्र एकम् अस्ति उपस्थितकत्वं निमित्तकत्वम् अन्तरङ्गं, पूर्वोपस्थितनिमित्तकत्वम् अन्तरङ्गम् इति एकमस्ति. अपि च अत्र यत्र यद्भवती वदति न्यूनानि निमित्तानि यस्य वर्तन्ते तद् अन्तरङ्गम् इति, तदपि केचन स्वीकुर्वन्ति. परन्तु अत्र किमुक्तं पूर्व उपस्थितनिमित्तकत्वम् अन्तरङ्गम् इत्युक्ते अटश्च इत्यस्य यद् निमित्तमस्ति तत् पूर्वमेव उपस्थितमस्ति सार्वधातुकार्धधातुकयोः इत्यस्य अपेक्षया, खलु? तत्रैव तत्र अहं वदामि एकक्षणम्. आयोगः ईयोगः त् इति अस्ति खलु, तर्हि सार्वधातुकार्धधातुकयोः इत्यस्य निमित्तं किम् अस्ति? तत्र इगन्तम् अचिपरे, इगन्तम् अचिपरे न सार्वधातुकप्रत्यये परे, सार्वधातुकप्रत्यये आयोगः एकक्षणम् एकक्षणम् अस्तु, कार्यं किम् इति मया न पृष्टम्, एकक्षणं शृणोतु. ईयोगः तु ईयोगः तत्र सार्वधातुक भगिनी एकक्षणं भगिनी शृणोतु मम प्रश्नं, प्रश्नः कः इति शृणोतु. ईयोगः तकारः इत्यत्र सार्वधातुक अर्धधातुकयोः इति सूत्रस्य निमित्तसमुदायः कः? ईगन्तमस्ति इति निमित्तसमुदायः कः? इकः अङ्गस्य गुणः भवति तत्र सार्वधातुक अर्धधातुकप्रत्ययः परे, तत्र तकारः तिङ् प्रत्ययः अस्ति, सार्वधातुकप्रत्ययः अस्ति, तदेव निमित्तम्. तर्हि निमित्तसमुदायः अस्ति ईयोगः तकारः इति निमित्तसमुदायः, ईयोगः तकारः इति निमित्तसमुदायः अस्ति. आटश्च इत्यस्य निमित्तसमुदायः कः? आटश्च इति निमित्तसका तत्र अचि परे, अचि परे एक वृद्धिः पूर्वपरयोः वृद्धिः भवति. आटः तत्र आयोगः ई परे, तत्र अचि परे इकार धातु इक इक अधिकम् अधिकं वक्तव्यं, केवलं निमित्तसमुदायः कः? अचि परे सार्वधातुक अर्धधातुकयोः इत्यत्र निमित्तसमुदायः ईयोगः तकारः निमित्तसमुदायः, अडदति अटश्च इत्यत्र निमित्तसमुदायः, अटश्च निमित्त तत्र अचि परे अच् एवमेव तावदेव खलु. अटश्च इत्यस्य निमित्तसमुदायः आयोगः ई, सार्वधातुक अर्धधातुकयोः इत्यस्य निमित्तसमुदायः ईयोगः. तर्हि इदानीं तस्य निमित्तसमुदायः अनन्तरमस्ति. वदतु किं भगिनि? कस्य सूत्रस्य निमित्तसमुदायः पूर्वम् अस्ति? कस्य सूत्रस्य निमित्तसमुदायः आटश्च सूत्रस्य निमित्तसहायः पूर्वमस्ति, सार्वधातुकार्धधातुः इति निमित्तसहायः परमस्ति. इत्युक्ते इत्युक्ते अत्र यद्यपि तत्र यद्यपि भवती उक्तवती ईयोगः तकारः इति उक्तवती, परन्तु वस्तुतः आड् आगमः इति यः आगमः अस्ति सः आगमः इ इति अङ्गस्य एव अस्ति खलु. अतः सार्वधातुकार्धधातुकयोः इत्यस्य निमित्तसमुदायः कः इति चेत् आयोगः ईयोगः तकारः इति अस्ति. आ इति भागः अपि अङ्गस्य एव भागः, तर्हि सार्वधातुकार्धधातुकयोः इत्यस्य निमित्तसमुदायः इगन्तमङ्गम् इगन्तमङ्गम् अस्ति आयोगः इ इति इगन्तमङ्गम् अनन्तरं तकारः इति प्रत्ययः अतः सरधातुक अर्धधातुकयोः इत्यस्य निमित्तसमुदायः अस्ति आयोगः ईयोगः तकारः अटश्च इत्यस्य निमित्तसमुदायः अस्ति आयोगः इकारः अस्ति श्रूयते भगिनि द्वयोः सूत्रयोः मध्ये कस्य निमित्तसमुदायः पूर्वम् अस्ति तर्हि अत्र किमुक्तं पूर्वोपस्थितनिमित्तकत्वम् अन्तरङ्गं तर्हि यस्य निमित्तं पूर्वम् उपस्थितम् अस्ति आटश्च इत्यस्य निमित्तसमुदायः पूर्वम् अस्ति इति कृत्वा आटश्च इति सूत्रम् अन्तरङ्गं सरधातुकार्धधातुकयोः इति सूत्रं बहिरङ्गम् इति कृत्वा अन्तरङ्गत्वात् आटश्च इति सूत्रं बलवत् इति चिन्तयितुं शक्नुमः ओके अस्तु किञ्चित् अग्रे गच्छामः तर्हि उषा भगिनी अग्रे पठति वा किन्तु अन्ततो गत्वा तत्र खलु पूर्वपरनित्यान्त पूर्वपरनित्य अन्तरङ्ग अपवादानाम् उत्तरोत्तरं बलीयः इति परिभाषया नित्य अपेक्षया अन्तरङ्गत्वं बलवत् अतः नित्यम् इत्यस्य बलेन आटश्च इति न अपि तु अन्तरङ्गत्वम् इत्यस्य बलेन आटश्च प्रथमं भवतु इति वयं जानीमः पूर्वपरनित्य अन्तरङ्ग अपवादानाम् उत्तरोत्तरं बलीयः इति परिभाषा अस्ति अत्र उत्तरोत्तरं बलीयः इत्यनेन नित्य अपि च नित्य अपेक्षया अन्तरङ्गम् इति बलीयः भवति तत् परिभाषया नित्य आटश्च इति सूत्रं नित्यम् इति पूर्वं दृष्टवन्तः इदानीम् आटश्च इति सूत्रम् अन्तरङ्गम् इति वयं दृष्टवन्तः तथा एव नित्यम् इत्यनेन आटश्च इति सूत्रं कार्यं न करोति परन्तु अन्तरङ्गम् इत्यत्वेन एव आटश्च इति सूत्रं प्रथमं कार्यं भवतु इति अत्र दत्तम् अन्तरङ्गम् इति पूर्व उपस्थितनिमित्तकम् अन्तरङ्गम् इति वयं पठितवन्तः पूर्वस्थितनिमित्तकं क्षेत्र क्षेत्ररीत्या स्थलरीत्या आयोगः इ इति पूर्व उपस्थितम् इति अत्यनेन अन्तरङ्गम् इति वयं पठितवन्तः इत्यनेन अन्तरङ्गं नित्यत्वेन बलवत् भवति इत्यनेन आटश्च इति सूत्रं नित्यत्वापेक्षया अन्तरङ्गं बलवत् भवति इत्यनेन आटश्च इति सूत्रं प्रथमं कार्यं भवति इति अत्र उक्तं किन्तु अन्ततो गत्वा वर्णातङ्गं बलीयः वारणात् अङ्गं बलीयः इत्यनेन सार्वधातुकयोः आर्धधातुकयोः इति सूत्रस्य एव प्रथमं भवति पूर्व उपस्थितनिमित्तकम् अन्तरङ्गम् इत्यस्मात् वारणात् अङ्गं बलीयः इति परिभाषा बलवति तदर्थं प्रथमं सार्वधातुक आर्धधातुकयोः इत्यस्य प्राप्तिः तथा एव आटश्च इति अत्र उक्तम् आटश्च अपि च सार्वधातुक आर्धधातुकयोः इति द्वयोः सूत्रयोः मध्ये किं सूत्रं प्रथमं कार्यं कर्तुं शक्यते इति चेत् यद्यपि आटश्च इति अन्तरङ्गबलत्वेन कार्यं कर्तुं शक्यते सार्वधातुक आर्धधातुकयोः इति वारणात् अङ्गं बलीयः इत्यनेन अङ्गकार्यं सार्वधातुक आर्धधातुकयोः इति अङ्गकार्यम् इत्यनेन तदेव प्रथमं कार्यं कर्तुं शक्यते यतोहि वारणात् अङ्गं बलीयः इति परिभाषा बलवती भवति पूर्व उपस्थितनिमित्तक अन्तरङ्गं पूर्व उपस्थितनिमित्तकम् अन्तरङ्गम् इत्यस्य अपेक्षया तथा सार्वधातुकयोः सार्वधातुक आर्धधातुकयोः इत्यस्य प्रथमं प्राप्तिः तथा एव आटश्च इति सूत्रं कार्यं कर्तुं शक्यते इति उक्तं. सम्यक् सम्यक् सम्यक् समीचीनम्. इत्युक्ते इत्युक्ते यद्यपि आटश्च इति सूत्रं नित्यसूत्रमस्ति, अन्तरङ्गसूत्रमस्ति इति कृत्वा बलवत् अस्ति इति कृत्वा तस्य एव कार्यं प्रथमतया स्यात् इति चेत् तथापि न भवति, यतोहि अत्र वारणादङ्गं बलीयः इत्यपि परिभाषा वर्तते. तर्हि इदानीं परस्परपरिभाषयोः मध्ये अपि सङ्घर्षः अस्ति. तर्हि पूर्वप्रसिद्धनिमित्तकम् अन्तरङ्गं पूर्वपरनित्यन्तरङ्ग अपवादानाम् उत्तरोत्तरं बलीयः इति परिभाषा, अनन्तरं वारणादङ्गं बलीयः इति परिभाषा, द्वयोः मध्ये यदा सङ्घर्षः भवति तदानीं वारणादङ्गं बलीयः इति परिभाषायाः प्राबल्यं. तर्हि सर्वधातुकार्धधातुकयोः इति अङ्गकार्यमस्ति, आटश्च इति वर्णकार्यमस्ति. तर्हि वर्णकार्यस्य अपेक्षया अङ्गकार्यं प्रबलम् इति कृत्वा तस्य कार्यमेव प्रथमतया भवति. सर्वधातुकार्धधातुकयोः इति अङ्गकार्यस्य कार्यं प्रथमतया भवति, तत्पश्चात् आटश्च इत्यस्य कार्यम्. अस्तु, तर्हि इदानीं तत्र यद् यः क्रमः पूर्वम् उल्लेखितः आसीत् खलु, तस्य विषये एव इदानीं चिन्तनम्, अन्तरङ्गं बहिरङ्गं तत्सर्वम्. अस्तु, इदानीं तत्र तृतीयसोपाने तत्र कः पठामि वा? शोभा भगिनी पठतु. एकम् एव अस्ति सम्भवति. आं भगिनि, तर्हि चिन्तनार्थं भाष्यकारः प्रतिपादयति यत् आडजादीनाम् अपि च आटश्च इत्यनयोः अष्टाध्याय्याम् आवश्यकता एव नास्ति. लुङ् लङ् लृङ् क्षुडदात्तः च आटश्च च इति एव पर्याप्तम्. अटश्च क्षम्यताम्, अटश्च च इत्येव पर्याप्तम्. आभ्यां सर्वाणि रूपाणि सिद्धेरन् ऐच्छत् ऐधत् चिन्तनस्य विषयः. अस्तु, चिन्तनार्थं भाष्यकारः प्रतिपादयति यत् आडजादीनाम् आटश्च इत्यनयोः अष्टाध्याय्याम् आवश्यकता एव नास्ति इति. तर्हि किं करणीयम् इत्युक्ते अग्रे वदामि. इष्टदातुं स्वीकृत्य प्रतिपादयतु, लङ् लकारे इष् धातुः अथवा एद् धातुः. एद् धातुः एद् धातु आत्मनेपदि नास्ति वा? आत्मनेपदि धातुः एधते खलु. आम्, लङ् लकारे ऐद या तत्र एव वदनीयं खलु भगिनि, स्वीकृत्य वदतु. तत्र आडाजादीनाम् अटश्च इति नास्ति, केवलम् अडागमः अटश्च अस्ति चेत् ऐदत् इति रूपं लभ्यते वा इति वदतु, प्रतिपादयतु. तर्हि तत्र ऐद् इदानीं तत्र लङ् लकारस्य योजनं, तर्हि ऐद् एद् क्षम्यताम् एद् एद् योगः ता इति भवति. तदनन्तरं एकक्षणं भगिनि, तत्र वादिगण्यधातुः खलु एद् इति एधते. हा, तर्हि तत्र अट् एव भवति चेत् अट् योगः एद् योगः ता इति भव आयोगः ता इति भवति. अकारयोगः ऐकारः ऐ एव भवति, तत्र वृद्धिः भवति. तर्हि ऐ ऐधत् ऐधत इति भवेत्. कः क्रमः? तर्हि तत्र क्रमः भवति आटश्च मास्तु, लुङ् लङ् क्षुडुदातः इत्यनेन अट् आगमः भवति. तर्हि तत्र एध् योगः अट् योगः. किमर्थम् एध् योगः अट्? किमर्थम् एद् योगः अट् क्षम्यताम् अट् योगः एद् योगः आयोगः त इति भवति. इदानीं तत्र आयोगः ऐ इत्यस्य ए इत्यस्य ऐ इति भवति एव, तर्हि ऐ किमर्थम् आयोगः वा अयोगः वा किं भगिनि? आयोगः एकारः वा अयोगः एकारः वा? ह्रस्वकारः अट् इत्यस्य अकारः योगः ए इत्यस्य वृद्धिः भवति अपि च ऐ इति भवति. तर्हि इदानीम् ऐद् इति प्राप्तम् ऐदि ऐद् योगः इदानीम् आयोगः ता इति, तर्हि ऐधता इति रूपं भवति एव. किमर्थम् आडजादीनाम् इत्यस्य आवश्यकता इति वदति आटश्च इति किमर्थम् इति. तर्हि इति एव पर्याप्तम्. आभ्यां सर्वाणि रूपाणि सिद्धेरन् ऐच्छत् ऐधत् इति ऐधता इति आत्मनेपदीरूपम् इति भवन्ति खलु. किमर्थम् अडजादीनाम् इत्यस्य आवश्यकता, अटश्च इत्यस्य आवश्यकता, अष्टाध्यायां तयोः उपयोगः प्रयोजनम् एव नास्ति इति. तर्हि चिन्तनस्य विषयः इति उक्तम्. तर्हि इति भाति खलु, इति भाति किन्तु इदानीं तत्र इन् गतौ इति धातोः विषये वदति चिन्तनीय चिन्तयति चेत् सम्यक् भवति वा? इन् धातोः विषये तथा भवति चेत् इन् योग इदानीम् इन् योगः लन् इति स्वीकरोतु. अन् अन् इन् योगः अन् इन् योगः तत्र आ योगः इ योगः अन् इति स्वीकरोतु. किमर्थम् आ इदानीम् आ नास्ति? क्षम्यताम् अ योगः इ योगः त इति अन् तत्र लिखामि भगिनि एकक्षणम्. आयोगः इ योगः अन् अस्तु अस्तु. इदानीं तत्र इ योगः अन् इति इदानीं तत्र आयोगः इ इति अस्ति, इ योगः इति अपि अकारः योगः इकारः योगः अकारः योगः इकारः योगः अन् तत्र अन् इति बहिरङ्गत्वात् भवति, इ इत्यस्य कार्यम् अन्तरङ्गत्वात् भवति. तावत्पर्यन्तं सम्यक् वा? न, किं किम् इ योगः किं कार्यम् अन्तरङ्गं किं कार्यं? तत्र इदानीं यथा दृष्टं तत्र उदाहरणं नीत्वा वदामि. आटश्च इति तत्र किं भवति? पूर्वकम् खलु, किम् उक्तम् अन्ततो गत्वा? अस्तु, तत्र अन्ततो गत्वा किं भवति इति चेत् वारणादङ्गं बलीयः इति उक्तं खलु. वारणादङ्गं बलीयः इति भवति चेत् अस्तु, वारणात् अङ्गं बलीयः. तर्हि तत्र अकारयोगः इकारः इति एव प्रथमं कार्यम्. न न न, भवति खलु इनोयन् इनोयन् सूत्रं कार्यं करोति खलु, यकारः भवति अकारः योगः अकारः योगः यकारः अयन् इति भवति इति पूर्वं दृष्टवन्तः, तथा भवति. इदानीं इष्टरूपं प्राप्यते वा? न न प्राप्यते, आयन् इति भवेत् तत्र. अतः सर्वत्र भवति इति कथं वक्तुं शक्यते? देशः अस्ति खलु तत्र. इदानीं यथा उक्तं तथा अटश्च इति एव स्वीकुर्मः चेत् तर्हि तत्र सर्वत्र इष्टरूपं न सिद्ध्यति इति कृत्वा तत्र आडजादीनाम् अपि च अटश्च इत्यनयोः आवश्यकता अस्ति एव इति. अयन् इति रूपं न लभ्यते खलु तत्र? अयन् इति रूपं लभ्यते खलु? अयन् इति लभ्यते, किन्तु अयन् इति रूपम् अनिष्टरूपम् अस्ति, अयन् इति एव भवेत्. तर्हि तत्र अटश्च इति यदि तत्र अटश् यदि तत्र अटश्च इति सूत्रम् अन्तरङ्गं इति कृत्वा तस्य कार्यं प्रथमं स्यात् इति वयं वदामः चेत् तदानीं किं भवति? अटश्च इति अन्तरङ्गम् इति भवति चेत् अकारयोगः इकारः तत्र इत्युक्ते तत्र एकारः भवेत् ऐकारः भवति एकारः गुणः एकारः गुणः ऐकारः वृद्धिः अटस्य सूत्रेण वृद्धिः वृद्धिः अस्तु ऐकारः भवति अयोगः अन् इति भवति तदानीम् अयोगः अन् इति भवति चेत् तत्र आया किम् अवादेशः भवति खलु अयादेशः आयादेशः अयादेशः एव अस्तु तथापि अयान् इति भवति आयन् इति भवति इत्युक्ते तत्र इनोयन् इत्यस्य कार्यं न भवति तादृशपरिस्थितौ यदि अटस्य अन्तरङ्गम् इति प्रथमतया भवति इति वदति चेत् अटस्य इति प्रथमतया भवति इति वदति चेत् तदानीं ये योगः अन् इनोयन् इत्यस्य प्रसङ्गः लट्लकारे आवश्यकं भवति लट्लकारे तु आवश्यकं यन्ति इति अस्ति खलु भवतु नाम परन्तु अत्र अत्र न भवति इत्युक्ते अन्तरङ्गत्वात् प्रथमतया भवति इति वयं वदामः चेत् इनोयन् इत्यस्य आवश्यकता न भवति अत्र अयन् इति रूपं लभ्यते परन्तु अत्र अत्र इनोयन् इति सूत्रस्य अपि प्रसङ्गः वर्तते खलु तस्य निवारणं कथम् इति अस्माभिः इदानीम् उक्तं खलु तत्र वारणादङ्गं बलियः इति परिभाषा इति कृत्वा इनोयन् इत्येव प्रथमतया भवति अयोगः यन् इति भवति इति कृत्वा अनिष्टरूपपतिः भवति खलु भाष्यकारेण एव उक्तं खलु क्रियाबोधकत्वात् धातोः कार्यं प्रथमतया भवेत् इति तर्हि अन् इति भवेत् क्रियाबोधकत्वात् यन् इति भवेत् परन्तु अटश्च इत्यनेन अकारः आगच्छति चेत् साधु अटस्य इत्यस्य प्रसङ्गः एव नास्ति इदानीं यन् इति यदा भवति तदानीम् अयोगः यन् अयन् इत्येव रूपं लभ्यते न तर्हि अटश्च इत्यपि आभीयसूत्रं भवति खलु अटश्च इत्यपि आभीयसूत्रं लुङ्लङ् रिङ्ग्सु अडदत्तः इत्यपि आभीयसूत्रम् इति वदति वा इनोयन् इत्यपि अटश्च इति आभयसूत्रं नास्ति अटश्च इति तु शस्त्राध्यायस्य प्रथमपादे भवति यत्र अटश्च अस्ति तस्य स्थाने अटश्च आभयकार्यं नास्ति आभयकार्यं नास्ति आडजातीनामेव सत्यम् इति कृत्वा अनिष्टरूपपतिः भवति एवं चिन्तनं कुर्मः चेत् अतः भाष्यकारेण किम् उक्तम् इति एकवारं पुनः द्रष्टव्यम् अष्टाध्यायं आवश्यकता नास्ति इति उक्तं परन्तु इन् धातोः विषये का गतिः मे सामान्यतया आवश्यकता नास्ति परन्तु इन् धातोः विषये आवश्यकम् इति भाति खलु अस्तु तर्हि किञ्चित् अग्रे गच्छामः तर्हि अग्रे तर्हि विद्याभगिनी पठति वा आं महोदय नमस्कारः नमस्कारः इक् स्मरणे इति धातुः इक् स्मरणे नित्यम् अधि उपसर्गपूर्वकः धातुः परस्मैपदी च इनोयन् अपि अत्र अधिपूर्वकः खलु महोदय अस्तु अत्र अवधेयं यत् यथा पूर्वं कार्यस्य एकः क्रमः वर्तते तं क्रमम् आधारीकृत्य प्रक्रिया प्रवर्तनीया प्रथमबिन्दुः लङि अस्ति चेत् तत्र अडागमः आडागमः च तिङ् निमित्ते तिङ् निमित्तम् अङ्गकार्यं तृतीयबिन्दुः आडागम आडागमे सति वृद्धिकार्यं तिङ् प्रत्ययः योजनं तत् सम्बन्धसन्धिकार्यं यथा सामान्यम् अङ्गकार्यं सन्धिकार्यम् इत्यनयोः मध्ये प्रथमम् अङ्गकार्यं तदा एव सन्धिकार्यम् इदानीमेव वयं दृष्टवन्तः अङ्गकार्यं प्रथमं भवति इति अत्र वर्णातङ्गं बलियः अनन्तरम् अत्र किमस्ति अत्र अस्तु महोदय इदानीम् अत्र इक् स्मरणे नित्यम् अधिपूर्वकः अधि उपसर्गपूर्वकः धातुः भवति इति. अत्र कार्यस्य यत्र भवति तत् क्रमः वर्तते इति. अत्र एतत् क्रमम् आधारीकृत्य एव अत्र प्रक्रिया प्रवर्तनीया इति भवति. तद् आश्रित्य एव अत्र प्रक्रिया भवति. अडागमः आडागमः च इति प्रथमप्रक्रिया अस्ति. तिङ्गनिमित्तकम् अङ्गकार्यं भवति. अनन्तरम् आडागमः अस्ति चेत् वृद्धिकार्यं भवति. तिङ् प्रत्ययः योजनं तद् सम्बन्धसन्धिकार्यम्. यत्र तिङ् प्रत्ययं योजनं समये अत्र सम्बन्धविषये अत्र सन्धिकार्यमपि भवति इति. यथा सामान्यम् अङ्गकार्यं सन्धिकार्यम् इति अनयोः मध्ये प्रथमम् अङ्गकार्यं तदा एव सन्धिकार्यम्. यत्र द्वयोः मध्ये अङ्गकार्यं भवति वा सन्धिकार्यं भवति वा इति प्रश्नः उदेति चेत् अत्र प्रथमम् अङ्गकार्यमेव भवति इति, अनन्तरमेव सन्धिकार्यं भवति. अत्र अधः अपि एतत् विषये दत्तं खलु महोदय? आम्, अग्रे पठतु. इक् स्मरणे इति धातोः धातौ अचि अचिष्णु धातु ब्रुवङ् इवो रियङ् उवङ्गौ इत्यस्य प्रसक्तिः ना तु इनोयन् प्रसक्तिः ना तु इनोयन् नाम इयङ् आदेशः प्रसक्तः न तु यन् आदेशः. तर्हि अजादि अपि तु इयङ् कृत्वा अधियोगः इयोगः अन्ति. इदानीम् अधियोगः इ योगः अन्ति अधीयन्ति इति भवेत्, किन्तु तदा न भवति. अधीयन्ति इत्येव भवति. अत्र देयं यत् एकं गुणसूत्रं वर्तते इन्वदिक इति वक्तव्यम्. अनेन इक् धातुः इन् धातौ धातु इति वक्तव्यम्. धातुवती एव भवति. अतः अत्र अधियोगः इक् इन्वत् भवति. प्रथमम् इन् धातोः रूपं निर्मातुं तदा अधि योजयतु. अपि च यथा आवश्यकता अस्ति चेत् अत्र सन्धिकार्यमपि करोतु. आहत्य इक् धातोः अजादि अपित्स् इयङ् आदेशः न भवति, अपि तु इन्वत् यन् आदेशः एव भवति. इदानीमत्र अचिष्णु धातु ब्रुवाङ् इवो रियङ् उवङ्गौ प्रसिद्धसूत्रमस्ति. अत्र ई वर्णः अस्ति चेत् अत्र इयङ् उवर्णः अस्ति चेत् उवङ्ग् इति वयं प्रसक्ति अत्र प्रसक्तिः भवति. परन्तु इनोयन् नाम इयङ् आदेशः प्रसक्तः अत्र नास्ति एव. किमर्थं चेत् अत्र अजादि अपि अस्ति चेत् अत्र इयङ् कृत्वा अधियोगः ई योगः अन्ति. इदानीम् अधियोगः अत्र ई एव भवति इनोयन् इत्यस्य. अधियोगः ई योगः अन्ति. इदानीम् अधीयन्ति इति भवेत्, किन्तु तदा न भवति. अधीयन्ति इत्येव भवति, अधीयन्ति इत्येव भवति. ह्रस्व इकारः अत्र अधियोगः इय इति पूर्व अन्तिमवर्णः इकारः. परपदमपि अत्र इकारः अस्ति. अत्र दीर्घत्वं न भवति इति. अधीयन्ति इत्येव भवति. अत्र देयं यत् एकं गणसूत्रं वर्तते अत्र इन्वदिकम् इति वक्तव्यम्. अनेन इक् धातुः इन् धातुवत् एव भवति. इक् अस्ति चेत् अत्र इन् धातुः इन् धातुवत् एव भवति. अतः अत्र अधियोगः इक् इन्वत् भवति. प्रथमम् इन् धातोः रूपं निर्मातुं तदा अधि योजयतु. इदानीम् आवश्यकता अस्ति चेत् अत्र सन्धिकार्यमपि करोतु. आहत्य इक् धातोः अजादि अपित्स् इयङ् आदेशः न भवति. अपित् प्रत्ययम् अस्ति चेत् अजादि धातोः अपित् प्रत्ययम् अस्ति चेत् अत्र इयङ् आदेशः न भवति, अपि तु इन्वत् यनादेशः एव अत्र भवति इनोयन् इत्यस्य अतः अजिष्णुधातु गृहं गृहं युवर् इयङ् उवङ्गौ इत्यनेन यकारः नास्ति इकारः न भवति इनोयन् इत्यस्य यकारः एव भवति किमर्थं चेत् अत्र इन्वत् एन् आदेशः भवति इति समीचीनं वा महोदय समीचीनम् इन्वत् इक् धातुः अधिपूर्वकः इक् धातुः इन्वत् भवति तावदेव अत्र विषयः इनोयन् इत्यत्रापि अजिष्णुधातु ब्रुवम् इत्यस्य इन् धातोः विषये अपि अजिष्णुधातु ब्रुवं योर् यङ् वङ्गौ इत्यस्य प्रसक्तिः आसीत् परन्तु तत्प्रबाद्य इणोयन् इति सूत्रस्य कार्यं यथा जातं तथैव इक् स्मरणे इति धातौ अपि अचिष्णुधातु ब्रुवां योर् यङ् वङ्गौ इत्यस्य प्रसक्तिः अस्ति परन्तु तत्प्रबाद्य इणोयन् इत्यनेन यणादेशः यतोहि इक् धातुः इन्वत् भवति अतः इन् धातोः कृते यानि कार्याणि तानि एव कार्याणि अत्रापि इति वार्तिकमस्ति अस्तु महोदय तर्हि इन् धातोः इक् धातोः रूपाणि अस्माभिः साधनीयानि तद् अग्रिमसप्ताहे वयं कुर्मः यतोहि इदानीं समयः अतीतः कोऽपि प्रश्नः अस्ति वा अत्र शास्त्रीयचर्चा जाता अत्र इक् धातोः विषये समीचीनम् अभवत् महोदय विचारं समीचीनम् अभवत् अनन्तरम् अत्र क्रिस्तुस्थिर इत्यनेन सर्वं मनसि तिष्ठति एव धन्यवादः भगिनी नस्योरल्लोपः इत्यत्र अस्य धातुः आसीत् इति रूपम् इति उक्तं खलु अत्र आसीत् इति वा आसन् किं बहुवचनरूपम् अस्ति वा इति इदानीम् आसीत् इति रूपं स्वीकृत्य प्रतिपादयतु किं किं किम् अस्ति इति अस् धातुः अस्ति अनन्तरं अशुधातु अदादिगणः अतः तु प्रत्ययः अत्र श्नसोरलोपः इति तु कितिङ् इति परे एव भवति इति कृत्वा तत्र प्रसक्तिः एव नास्ति नास्ति इति आसन् इत्यत्र आसन् इत्यत्र भवति वा आसन् इत्यत्र भवति आसन् इत्यत्रापि आसन् इत्यत्र सकार उत्तरवर्ति सकारात् पूर्वम् अकारस्य लोपः इति वदति खलु आसीत् इति अस्ति यत्र अकारस्य लोपः नास्ति वा कित्नित् नास्ति इति वदति खलु अस्तु तर्हि अत्र वदतु किमस्ति कथमस्ति प्रक्रिया आयोग अस्योग अन् इति भवति चेत् श्नसोरलोपः इत्यनेन असुधातुः अकारस्य लोपः आयोग सुयोग अन् आसन् इति भवति आसन् इति भवति न तावदेव इति नास्ति न प्रक्रिया यथा भवती उक्तवती तद् तत् समीचीनं भाति परन्तु अत्र वार्ता का अत्र वार्ता का इति चेत् अत्र वर्णनिमित्तिकं कार्यम् अन्तरङ्गम् इति सामान्यतया अन्तरङ्गत्वा प्रथमं स्यात् किन्तु अस्मिन् प्रसङ्गे तादृश नास्ति इति अत्र उक्तम् इनधातोः असधातोः प्रसङ्गे भिन्नरीत्या चिन्तयेत् इति अत्र उक्तमस्ति इत्युक्ते आयोगः अस्योगः अन् इत्यत्र आटश्च इति सूत्रस्य प्रसङ्गः अस्ति अपि च श्नसोरल्लोपः इति सूत्रस्य अपि प्रसङ्गः अस्ति खलु अस्ति तर्हि आट भवति चेत् किं भवति तत्र आस्योगः अन् असन् इति रूपं लभ्यते खलु आसन् इति रूपं लभ्यते इत्युक्ते आटश्च इत्यनेन आटागमः तु पूर्वमेव जायते ततः परम् अस् अस्ति ततः परम् अन् इति अस्ति इदानीम् अकारः लुप्यते चेत् आटश्च इति न भवति केवलं वर्णमेलनमेव भवति आम् तर्हि श्नसोरलोपः इति तु अङ्गकार्यमस्ति खलु अपि च श्नसोरलोपः इति सूत्रस्य दृष्ट्या तु आडागमः अपि नास्ति परन्तु आडागमस्य निमित्तं द्वयोः निमित्तं समानमेव अस्ति खलु सूत्रद्वयमपि आव्यक्षेत्रे सूत्रद्वयमपि वर्तते खलु, अडाजादीनां स्वरलोपः, तदपि सत्यम् आम् इति कृत्वा समग्रतया एकवारं चिन्तनं गृहपाठरूपेण करोतु, कृत्वा अनन्तरम् अग्रिमसप्ताहे भवती एव प्रदर्शयतु अत्र आदीयकार्यं किमर्थम् अत्र स्थापितम्, आडाजादीनां प्रथमतया भवेत् वा नो चेत् स्वरलोपः प्रथमतया भवति चेत्, इत्युक्ते आडाजादीनाम् अत्र प्रथमतया न भवेत्, स्वरलोपः प्रथमतया भवेत्, सः योगः अन् इति स्यात्, तदानीं वयं वदामः स्वरलोपः इत्यस्य कार्यम् असिद्धम्, अतः आडाजादीनाम् इत्यस्य कार्यं भवति, आडागमः भवति, आयोगः सन् आसन् इति रूपं लभ्यते इति एवं वक्तव्यं भवति, आडाजादीनाम् इत्यस्य कार्यं प्रथमतया न स्यात्, नो चेत् आवीयकार्यस्य प्रयोजनं न लभ्यते खलु. भगिनी श्रसोरल्लोपः आसीत् इत्यत्र तु सिद्ध्यर्थं तु न आयाति एव खलु, न तदर्थमेव भगिनी वदति आसन् इति भवेत्, आसीत् इति न आसन्. आसीत् इत्यत्र प्रसङ्गः नास्ति, आसन् इति भवेत्, अत्र मुद्रणदोषः इति स्यात्. अस्तु धन्यवादः. महोदय अत्र नम् इति विकर्णप्रत्ययम् अस्ति खलु, अतः एतत् उदाहरणरूपेण न स्वीकुर्मः एव. किं किं वदति न अवगम्यते. आसन् इति नम् इति विकर्णप्रत्ययः अल्लोपः अस्तु, तर्हि अत्र स्थगनं कुर्मः वा. आं महोदय, नमस्कारः महोदय, धन्यवादः, शुभदिनं. धन्यवादः, नमस्कारः, धन्यवादः.